नमस्ते। Sì, parliamo. प्रार्थना उक्ता महोदय। प्रार्थना अच्छा आरम्भं करोमि वा? अनन्वयम् अलङ्कार एक क्षणम् अहं प्रदर्शयामि। दृश्यते किम्? आम दृश्यते। आम महोदय, दृश्यते। हाँ विवेक महोदय कृपया हाँ, आरंभ। अनन्वय अलङ्कारः उपमानोपमेयत्वं यद् एकस्य एव वस्तुनः इन्दुरिव श्रीमान् इत्यादौ तद् अनन्वयः तत्र तु एकस्य श्लोकरीत्या भवति तत् ओ उपमानोपमेयत्वं यदेकस्यैव वस्तुनः इन्दुरिव श्रीमान् इन्दुरिव श्रीमान् इत्यादौ तदनन्वयः पुनः एकस्य एकवारं पठति किम्? उपमानोपमेयत्वं यदेकस्यैव वस्तुनः इन्दुरिव श्रीमान् इत्यादौ तदनन्वयः। मुद्रणं योजितं वा? योजितं भगिनि। हा, योजितम्। एकस्यैव वस्तुनः उपमेयत्वस्य वर्णनम् अनन्वयः इति उच्यते। सामान्यतया उपमानेन सह उपमेयस्य तोलनं क्रियते, किन्तु यत्र उपमेयमेव उपमानम् इति भाव्यते तत्र अनन्वयः। उदाहरणम् इन्दुः इन्दुरिव श्रीमान् इत्यत्र चन्द्रैव कान्तिमान् इति अर्थः। अत्र चन्द्र एव उपमानम् उपमेयं च। एवं स्वस्य सादृश्यं स्वेनैव सह तुल्यमानं चेदपि एतत्तु यथोचितं नान्वितमिति कारणात् अलङ्कारस्यास्य अनन्वयः इति नाम। अनन्वितस्य अस्य प्रयोजनं किम्? उपमेयवस्तुनः सदृशं तोलनसमर्थम् अन्यत् वस्तु किमपि न दृश्यते। एतत्तु अतुल्यम् इति दर्शयितुम् एव अलङ्कारोऽयं वर्तते। अस्मिन् उदाहरणे चन्द्रस्य कान्तेः शोभायाः उत्कृष्टता अतुल्यता अनन्वयेन सूचिता। कान्तिः एव साधारणधर्मः। अत्र यद् अत्र नोट्स् रीत्या दत्तं तस्य पठनेनैव सर्वम् अवगतम् इति अहं चिन्तयामि. आम् आम् अत्र प्रश्नः नास्ति खलु. इदानीम् अन्यत् उदाहरणं पठित्वा तत्र तस्य समर्थनं कथं क्रियते इति वदन्तु. गगनं गगनाकारं, सागरः सागरोपमः, राम स अत्र गगनं आकारं तु गगन आकारम् इव पूर्णतया एव। श्लोकं पठतु. ओ श्लोकं गगनं गगनाकारं सागरस्सागरोपमः, रावण रामरावणयोर्युद्धं रामरावणयोरिव, अत्रापि अनन्वयः। गगनं कथं गगनाकारम् इव अस्ति, सागरः सागरः एव उपमा, रामरावणयोः युद्धं तु रावणरावणयोः इव एव अस्ति, अन्यत् किं? तत् समानं किमपि अन्यत् नास्ति. तस्य तोलनं कर्तुं क्लेशः भवति इति, अतः अन्वेतुं किमपि नास्ति इति. अन्वयरूपेण तोलनं कृत्वा वक्तुं किमपि नास्ति. उपमानम् उपमेयमिव भिन्नभावेन दर्शयितुं वस्तु एव नास्ति इति कारणात् तत्तु युनीक् इति आङ्ग्लभाषायां वदामः खलु, तथा तद् एकमेव इति अर्थः भवति. अतः अतुल्यम् इति कारणात् अन्वयः न भवति इति कारणात् तस्य नाम अनन्वयः इति भवति. तत् अत्र सर्वे इदानीमेव रामायणपठनं पूरितवन्तः, अतः तत्र एतं श्लोकं पठितवन्तः, तस्य तस्मरन्ति इति मन्ये. रामरावणयोर्मध्ये यत् युद्धं सञ्जातं तत्तुल्यं किमपि अन्यत् युद्धं न आसीत् इति, अतः अनन्वयः भवति. अस्मिन् उदाहरणे साधारणधर्मस्य बहिरङ्गविवक्षा नास्ति। सागरस्य आकाशस्य युद्धस्य वा वैशाल्यम् अगाधता अतुल्यता इति साधारणधर्माः न सूचिताः एव। अयमेव द्वयोः मध्ये भेदः, विशेषः च। तदेव खलु सागरस्य वैशाल्यम् इति पश्यामश्चेत् तत्तु सागरः सागरोपमः इत्यत्र सागरस्य कृते अन्यत् तोलनं किमपि न क्रियते. सागरोपमः यथा भवति गगनस्य तुल्यतां वक्तुं न साध्यम् इति कारणात् रावणयोः युद्धमपि तथा एव गगनस्य उदाहरणं दत्तं, सागरस्य उगासनं दत्तं, तथा एव आसीत् इति. महोदय अत्र सुन्दर एकं सुन्दरकाण्डस्य विषये अपि अस्ति खलु, सुन्दरे सुन्दरो रामः, तत् समानम् अलङ्कारः. तत्र उपमानं कुत्र अस्ति? उपमा अलङ्कारः रामस्य सौन्दर्यस्य विषयः नास्ति किम्? न, पूर्णं श्लोकं वदतु. सुन्दरे सुन्दरो रामः, सुन्दरे सुन्दरी कथा, सुन्दरे सुन्दरी सीता. तत्र उपमा इति न भवति, सुन्दरता सर्वत्र अस्ति सर्वेषु विषयेषु इति. सुन्दरकाण्डम् इति नाम वक्तुं कारणानि दत्तानि, सर्वं सुन्दरं तत्र इति. तत्र लङ्कासुन्दरी, अनन्तरं आञ्जनेयस्य एकैकमपि कार्यं सुन्दरं, तत्र तस्य धैर्यं, भिन्नभिन्नगुणाः सर्वे योजिताः खलु तत्र, ते सर्वेपि सुन्दरं. पुनः तत्र असाध्यं कार्यं सः कृतवान्, सीतारामयोः सङ्गमार्थं तेषां परस्पर ते सीतायाः विषयं रामाय वक्तुं, रामस्य विषयं सीतायै वक्तुम् अपि सर्वेषां केनापि अन्येन न साधितं कार्यं तेन साधितं. तत्रापि उल्लङ्घनसमये कियन्तः विघ्नाः आगताः, तत्सर्वं निवार्य गतवान् खलु तत्र. अतः तस्य सामर्थ्यं तदेव इति वक्तुं, तत्सर्वं सुन्दरम् आसीत्. इदानीं सुग्रीवः उक्तवान् बहु निर्बन्धं कृतवान् सः उक्तवान् अपि किमिति अत्र दूतः भवान् दौत्यकार्यमेव करोति सीतायाः अन्वेषणं कृत्वा सीतां च पश्यति चेत् रामस्य सन्देशम् उक्त्वा परस्परमेलनार्थम् अवकाशकल्पनं भवतः कार्यम् इति उक्तवान् तत् यदा दौत्यस्य कृते यजमानेन किमपि उक्तं भवति ततोपि अधिकं किमपि न करोति दूताः तथा एव भवति इति साधारणतया वदन्ति परन्तु दूतस्य कार्यं ततोपि अस्ति न केवलं सन्देशप्राप्तिः तस्य कार्यं प्रापणं परन्तु शत्रुपक्षे यदा पक्षं गच्छति तत्रत्य अन्यानि विवरणानि अपि पूर्वतया सङ्गृह्य यजमानार्थं कथं भवति सन्दर्भः कथमस्ति तत्र बलं कथमस्ति शत्रुबलं कथमस्ति तत्रस्य दुर्गाणां भिन्नभिन्नसुरक्षणव्यवस्था कथमस्ति जनाः कथं प्रजाः कथं सन्ति यत् सर्वं द्रष्टव्यं सर्वं किञ्चित् समयोचितबुद्धिम् उपयुज्य कार्यं करणीयं भवति तत् सर्वं कृतवान् आञ्जनेयः यदा सीतायाः दर्शनं भवति सः किं कृतवान् तत्र तस्य रूपं परं प्रथमं तस्य रूपं तथा एव न दर्शितवान् सीतायाः भीतिव भवति इति भिन्नभिन्न उपायं कृत्वा सर्वं साधितवान् सः सुग्रीवः न उक्तवान् आसीत् रावणं पश्यतु दृष्ट्वा आगच्छतु इति न उक्तवान् आसीत् परन्तु तद् उचितम् इति कृत्वा एव अशोकवनस्य ध्वंसं कृत्वा रावणं केवलं भवतः त्वद्दर्शनकुतूहलेन केवलम् अनुभूतनैरात् नैऋतलूतातन्तुसन्नहनः अहं तव परिसरम् उपासरम् इति चम्पूरामायणे भोजराजः उक्तवान् आसीत् उक्तवान् अस्ति हे वानर भवान् कः इति सः पृच्छति रावणः तदा सर्वं रामस्य विषयम् उक्त्वा अनन्तरं सुग्रीवस्य विषयम् उक्त्वा सुग्रीवस्य अनेकेषु वानरेषु वानर अनुचरेषु अहम् एकतमः इति उक्त्वा स्वस्य किमपि विषयम् अधिकतया न वदति परन्तु अनन्तरं लङ्कां पूर्णतया नाशं कृत्वा एव आगच्छति खलु तत्सर्वं रामस्य बलं कथम् इति केवलम् एकेन वारेण तावत् कार्यं साधितं चेत् वानरसैन्येन सह रामः आगच्छति चेत् भवतां स्थितिः कथं भवति इति दर्शयित्वा आगच्छति तत्सर्वं दौत्यं तत् सुन्दरं सुन्दरदौत्यं कृतवान् आञ्जनेयः इति उच्यते अनन्तरं क्षम्यताम् अत्र किञ्चित् विषयः भिन्नः अभवत् अत्र कुत्रापि पठितं मया नाम आञ्जनेयस्य विषये अहम् एकं पेपर् प्रतिपादनं कृतवती अस्मि तत्र रामायणस्य एव उपोद्घातं भवति खलु सुन्दरकाण्डस्य उपोद्घातमध्ये कश्चन कविः उक्तवान् अस्ति आञ्जनेयस्य रूपसौन्दर्यं गुणसौन्दर्यम् अथवा अन्तःसौन्दर्यं बहिः सौन्दर्यम् इति सुन्दरसौन्दर्यद्वयं वयं पश्यामः अत्र इति वानरः इति भवति चेत् तत् सुन्दरता कथमस्ति इति अने जनाः चिन्तयेयुः परन्तु ये भगवतः एकैकस्यां सृष्टौ अपि सुन्दरता अस्ति एव तथा वानरस्यपि सुन्दरता अस्ति रूपस्य सुन्दरीं तस्य गम्भीरता रामायणे एव रामः आञ्जनेयस्य वर्णनं कृतवान् खलु गुणवर्णनं गुणगानं कृतवान् तत्र यथा सः वैदेशुपण्डितः तस्य वाक्चातुर्यं कथमस्ति इति आञ्जनेयस्य वाक्चातुर्यं सः बहु प्रशंसितवान् अस्ति तथा सर्वेषु विषयेषु तस्य गुणसौन्दर्यं रूपसौन्दर्यं दौत्यसौन्दर्यं सर्वं वर्णयित्वा अतः एव तस्य सुन्दरकाण्डम् इति नाम समर्थ्यते इति सः कविः उक्तवान् अस्ति तथा सुन्दरकाण्डस्य सुन्दरता तत्रैव तथा एव द्रष्टव्यं न अन्यथा अत्र कश्चन विषयः अपि अस्ति सर्वे जानीयुः इदानीं पञ्चभूतानि सन्ति खलु, पृथ्वी अप् तेज अग्निवायुजलम् इत्यादि, तत्र सर्वं तत्र अन्वेति आञ्जनेयस्य सुन्दरकाण्डे सः वायुपुत्रः पञ्चभूतेषु एकः, सः सागरम् उल्लङ्घ्य गतवान्, जलं पञ्चभूतेषु अन्यतमम्, अनन्तरं तत्र कथं गतवान् सः, न तरणं कथं, समुद्रस्य जलतरणं न कृतवान् खलु, आकाशे गतवान् सः, अन्तरिक्ष पञ्चभूतेषु अन्यतमं, तदनन्तरं सीतां दृष्टवान्, अन्विष्य सीतां दृष्टवान्, भूमिपुत्री सा, अतः भूमिः आगता पञ्चभूतेषु, अनन्तरम् अग्निम् उपयुज्य लङ्कां दग्धवान्, अतः अग्निः, एवं पञ्चभूतानां सङ्कलनं तस्य कार्येषु अपि अस्ति इति कम्बरामायणे आगच्छति. ऐन्दिले ओण्ड्रु ऐन्दिले ओण्ड्रु इति वदन्ति, तद् बहु सम्यक् अस्ति. तं श्लोकं संस्कृतस्य कश्चन कविः संस्कृते अनूद्य छन्दो अनुसारं कृतवान् अस्ति. एतस्य सारांशं सर्वम् इति अस्तु, भवतु किञ्चित् बहुधा एव बहिः गतवती अहम्, इदानीं पुनः अलङ्कारं प्राप्नुमः. अत्र कोऽपि प्रश्नः अस्ति चेत् अग्रे सरामः. सन्ध्या भगिनी, भवत्याः उपमेयोपमालङ्कारः पर्यायेण द्वयोः तच्चेत् पर्यायेण द्वयोस्तच्चेत् उपमेयोपमामता धर्मो धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि. पुनः पठामि. पर्यायेण द्वयोस्तच्चेत् उपमेयोपमामता धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि. पर्यायेण द्वयोः तत् चेत् उपमेयोपमामता धर्मः अर्थः इव पूर्णश्रीः अर्थः धर्मः इव त्वयि. अग्रे पठामि वा महोदय? पठतु. द्वयोः वस्तुनोः मध्ये पर्यायेण उपमानोपमेयत्वस्य कल्पनमेव उपमेयोपमालङ्कारः. एतेन प्रयोगेण द्वयोः मध्ये प्रथमम् एकस्य उपमानत्वम् अन्यस्य उपमेयत्वं च भवति. पुनः पर्यायेण परिवर्त्य क्रमेण तयोः एव उपमेयत्वम् उपमानत्वम् इति सूच्यते. तदा एतद्द्वयोः सदृशं तृतीयवस्तु एव कुत्रापि नास्ति इति अंशः स्पष्टीक्रियते. अर्थः धर्मः अर्थः इव अर्थः धर्मः इव इत्यनेन धर्मस्य अर्थेन सह सादृश्यं, पश्चात् अर्थस्य धर्मेण सह सादृश्यम् इति चेत् द्वयं विना तृतीयं तत्सदृशं वस्तु न एव नास्ति इति अंशः सिद्ध्यति. अतः उपमेयेन सह एव उपमानस्य तोलनं कृतम्. अत्र पूर्णश्रीः इति साधारणधर्मः. हे राजन्, त्वयि धर्मार्थद्वयस्यापि परस्परसादृश्येन समृद्धिः अस्ति इति. अत्र पूर्णश्रीः इत्यस्य अर्थः समृद्धिः इति, पूर्ण इत्युक्ते समृद्धिः, श्रीः इति भागः सर्वत्र अन्वेति, तस्य उत्कृष्टता श्रेष्ठत्वम् अत्यधिकम् इति सूचयितुं श्रीः इति पदं भवति. अतः एव धर्मश्रीः, रूपश्रीः, गुणश्रीः, राज्यश्रीः इति सर्वत्र श्रीः इति बहुधा युज्यते. तत्र श्रीः इत्यस्य ऐश्वर्यम् इति भवति, अनेकार्थाः सन्ति, ऐश्वर्यस्य वापि उत्कृष्टता श्रेष्ठत्वम् इति श्रीः इत्यस्य अर्थः. अतः पूर्णश्रीः इत्युक्ते सर्वदा समृद्धिः इति अर्थः भवति, न कदाचित्, सर्वदा समृद्धिः एव इति. तव राज्ये सर्वम् अस्ति इति श्लोकस्य अर्थः, परन्तु अत्र अलङ्कारस्य विषयः परस्परम् उपमान उपमेयत्वस्य पर्यायक्रमेण परिवर्तनं भवति. अतः धर्मार्थद्वयस्यापि समानरीत्या समृद्धिः अस्ति इति. तस्य अधिक अपरम् उदाहरणमपि अग्रे आगच्छति। अहमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः कुमुदाकारस्तारास्तारकाराणि ताराकाराणि कुमुदानि। पुनः खमिव जलं जलमिव खं हंस इव चन्द्रश्चन्द्र इव हंसः कुमुदाकारास्ताराः ताराकाराणि कुमुदानि। खम् एतत्तु स्पष्टमेव, खम् इव जलं जलमिव खं हंसः इव चन्द्रः चन्द्रः इव हंसः कुमुदाकाराः ताराः ताराकाराणि कुमुदानि। कुमुदानि। अर्थः आकाशसदृशं जलं, जलमिव आकाशः, कुमुदाकाराः नक्षत्राः, नक्षत्राकाराणि कुमुदानि शोभन्ते। अत्रापि पूर्ववदेव प्रथमम् आकाशम् उपमानं, जलम् उपमेयं, पश्चात् जलम् उपमानम् आकाशः उपमेयम्। पूर्वतने श्लोके पूर्णश्रीः इति साधारणधर्मः सूचितः, किन्तु अस्मिन् श्लोके आकाशजलयोः अन्वितं नैर्मल्यम् इति साधारणधर्मः न सूचितः। अयमेव भेदः, किन्तु अस्मिन् श्लोके क्षमता, अयमेव भेदः। श्लोकद्वयेपि अस्मिन् प्राकृतिकविषयाः एव उपमानोपमेयत्वेन प्रयुक्ताः। राजनिधर्मार्थयोः समृद्धिः, शरदि आकाशः, जलं हंसः, चन्द्रः, कुमुदं, नक्षत्रम् इत्यादीनां वर्णनं दृश्यते। इतोपि अग्रिमे उदाहरणे अत्र इदानीम् अत्र अवगतं खलु, अत्र स विवक्षा केषां केषाम् इति पश्यामश्चेत् प्राकृतिकविषयाः एव सर्वत्र सन्ति। अत्र अग्रिमश्लोके अप्राकृतविषयोः अपि उपमान उपमेयत्वेन तोलनं भवति, तदपि पश्यामः। अग्रिमे उदाहरणे प्रकृताप्रकृतविषयौ उपमानोपमेयत्वेन कल्पितौ वर्तेते। तदपि अयमेव अलङ्कारः, गिरिरिव गजराजो गजराज इवोच्चकैर्विभाति। अस्तु, गिरिरिव गजराजो गजराज छन्दसः इवोच्चकैर्विभाति पठनमेव क्लेशाय भवति। निर्झर इव मदधारा मदधारेवास्य निर्झरस्रवति। पुनः गिरिरिव गजराजो गजराजैवोच्चकैर्विभाति गिरिः निर्झर इव मदधारा मदधारेवास्य निर्झरस्रवति। गिरिः इव गजराजः अयं, गजः इव गिरिः च औन्नत्येन विभाति। गजस्य मदधारा प्रवाहः इव, निर्झरः तु मदधारा इव स्रवति। अत्र गिरिगजयोः गजगिरियोः परस्परं विधद्वये तोलनं, तथैव प्रवाहमदधारयोः परस्परतोलनं च पर्यायेण उपमानोपमेयत्वेन दर्शितम्। अत्र गजमदोदकौ प्रकृतसन्दर्भम् अनुवर्तते, गिरिप्रवाहौ अप्रकृतविषयौ। अवगतं खलु। अत्र यद्यपि अत्र अप्रकृतविषयो इति उक्तम्, इदानीं गिरिः इति तस्य गजराजः इव तत्तु जीवितः इति नास्ति खलु, मृगजाति गजः मृगजातीयः, गिरिः केवलं वस्तु तावदेव खलु, तस्य जीवः इति न भवति। अत्र परस्परं तोलनं भवति, गज इव गिरिः च अस्तु। इदानीं गिरिः गजः इव इति भवति चेत् कस्मिन् भावे औन्नत्येन तथा प्रकाशते इति। पुनः गिरेः अन्यः गुणः अपि स्वीकृतः अत्र, तत्तु मदधाराप्रवाहः, मध्ये मध्ये पर्वतः धाराः भवन्ति खलु, जलधाराः, नद्यः, प्रवाहः। निर्झरस्तु मदधारा, गजस्य मदधारा एव भवति। यदा गजः गिरिसदृशः अस्ति इति वदामः, यथा गिरेः निर्झराः धारा प्रवहन्ति, तथा गजात् तस्य मदधारा प्रवाहः इव वहति इति अत्र तोलनम्। महोदय, अत्र प्रकृत अप्रकृतविषयौ इति उक्तमस्ति, तर्हि तत्र प्रकृतम् अप्रकृतम् इति तत्र को अर्थः इति अत्र उच्यते? प्रकृति इति अर्थः न भवति, परस्परं सम्बन्धः नास्ति इति. इदानीं प्राणी भिन्नजातीयः, पर्वतः वस्तुजातीयः भवति खलु, अतः तादृशतोलनम् अस्ति. इदानीं मुखं चन्द्रः इव वर्तते इत्यपि तत्रापि अप्रकृतमेव भवति. तथा उपमानोपमेयत्वेन अत्र उदाहरणं स्वीकृतं, तावदेव. उपमालङ्कारे तथापि भवितुम् अर्हति इदानीम्. अस्तु महोदय, अत्र गजस्य मदद विशेषः कः इत्युक्ते, परस्परम् उपमान उपमेयत्वं पर्यायक्रमेण उपमानमेव उपमेयत्वेन एकस्मिन् स्थले एव वस्तुद्वयमपि समानमेव. तत्र उपमानम् उपमेयत्व तादृशव्यवस्था पर्यायक्रमेण परिवर्तते इति प्रदर्शयितुम् एषः अलङ्कारः भवति. प्रश्नः कः? किमपि पृष्टम्? आम् महोदय, गजस्य मदधारा इत्युक्ते किम्? गजस्य कुम्भस्थलात् मदजलं स्रवति, अस्तु, तदेव मदधारा इति. तत्र बहुधा कवयः गजस्य मत्तगजस्य मदधारां वर्णयति. तत्तु कुम्भस्थलात् प्रवहति, कदाचित् अत्र एक्स्क्रीशन् इति वदामः खलु, तादृशजलं तत्. तत्र तस्य सुगन्धः गन्धः बहु सम्यक् भवति. तेन आकृष्टाः भवन्ति भ्रमराः. तत्र पुष्पस्य सुगन्धः भवति, प्रायः पुष्पजलमिव भवेत् इति चिन्तयन्ति. अतः एव सर्वदा गजस्य कुम्भस्थलस्य उपरि भ्रमराः सर्वदा भ्रमन्ति. सर्वत्र तस्य तस्य उपमालङ्कारे गजस्य मदधारायाः विषयः आगच्छति एव. धन्यवादः। अत्र अनन्तरं लक्ष्मीनारायणमहोदयः किञ्चित् अत्र दृष्ट्वा, अन्यत् विषयः अन्यः एव परन्तु वदामि. तत्तु गजस्य गजे गजे न माणिक्यं न चन्द न चन्दनं वने वने इति सुभाषितमेकमस्ति खलु. एकैकस्य गजस्य कुम्भस्थले अपि शिरसि अपि माणिक्यम् अस्ति वा इति प्रश्नः आसीत्. तत्र तु तादृशमदजलस्य किञ्चित् तदेव क्रिस्टल् रीत्या दृढीकृतं भवति चेत् तदेव माणिक्यरीत्या किञ्चित् प्रकाशस्य प्रकाशं ददाति इति श्रुतं. तथा एव खलु महोदय? आमां तथैव, तत्र क्रिस्टल् भूत्वा तत्र पञ्जरे अस्ति, पञ्जरे दृश्यते, तदेव केचन अन्विषन्ति। अपि च मदस्रवः इति आङ्ग्लभाषायां मुष्ट् इति वदामः, मुष्ट् इति मस्क् मस्क् द्रष्टुं, बोलते हैं ना, हिन्दी भाषातः मस्क् हिन्दीभाषातः एव मस्त इति जलमेव मस्क् मस्त परन्तु स्वेदः इति वक्तुमपि शक्यते. वेदः परन्तु केवलं कुम्भस्थले एव तस्य उत्पत्तिः. आम् कुम्भस्थले एव। अग्रिमालङ्कारं पश्यामः वा? ओ, अत्र प्रतीपालङ्कारः बृहदस्ति, किञ्चित् दीर्घः अपि. पठ्यताम्. सुधा भगिनी, भवत्याः पर्याय। प्रतिपालङ्कारः प्रतीपमुपमानस्योपम् उपमानस् किं प्रतीपमुपमा उपमानस्योपमेयत्वं प्रकल्पनं त्वल्लोचनसमं पद्मं वक्त्रं सदृशो विदुः, तत् एकमेव पदं तद्वक्त्रसदृशो विदुः. तद्वक्त्रसदृशो विदुः, प्रतीपम् उपमानस्य पुनः एकवारं श्लोकस्य उपमेयत्वं, पठनं भवतु. पुनः पठनीयं वा? प्रतीपमुपमानस्योपमेयत्व प्रमेयत्वप्रकल्पनं त्वल्लोचनसमं पद्मं त्वद्वक्त्रसदृशो विदुः. प्रतीपमुपमानस्य उपमेयत्वं प्रकल्पनं तत्र एकमेव पदम् उपमेयत्वप्रकल्पनम् एकमेव पदम्. उपमेयत्वप्रकल्पनं त्वल्लोचनसमं पद्मं त्वद्वक्त्रसदृशः विदुः. व्याख्या विदुः. अस्ति, प्रसिद्धोपमानोपमेयभावः, प्रातिलोम्यात् प्रतीपं यथा. प्रतीपम् इत्युक्ते किं महोदय? तदेव तत्र दत्तं ओ, व्याख्याने तदेव पठितवन्तः खलु. तस्य प्रसिद्धोपमानम्, विवरणम् अग्रे आगच्छति, पश्यतु. यदा प्रसिद्धानाम् उपमानानां प्रयोगः उपमेयत्वेन प्रकल्प्यते तदा प्रतीपालङ्कारः इति उच्यते. प्रतीपः वैपरीत्यं. अवगतं. वैपरीत्यम् इत्युक्ते तत्र साधारणतया प्रवाहः नद्याः प्रवाहः एकस्मिन् नीचभागम् उद्दिश्य गच्छति, नदीप्रवाहः खलु. उपरिष्टात् अधः प्रदेशं गच्छति, परन्तु अधस्तात् उपरि प्रदेशं नदी प्रवहति चेत् तत् प्रतीपं. स्वाभाविकस्य विरुद्धरीत्या गच्छति चेत्, वैपरीत्येन गच्छति चेत् तस्य प्रतीपः इति नाम. इदानीम् उपमान उपमेयत्वं साधारणतया यस्य वस्तुनः तोलनं क्रियते तत्तु किम्? उपमेयं. तोलनं उपमेयत्वं केन क्रियते तत्तु उपमानं, तथा एव खलु. अत्र प्रतीपालङ्कारे अनेके पञ्चविधप्रतीपालङ्कारस्य पञ्चविधाः सन्ति. तत्र एतदेव मुख्यविषयः. इदानीं श्लोकं पश्यामश्चेत् सर्वेषु अलङ्कारश्लोकेषु कारिकासु प्रथमायां पङ्क्तौ अलङ्कारस्य डेफिनिशन् रीत्या विवरणं भवति, तस्य उदाहरणरीत्या द्वितीया पङ्क्तिः भवति. अतः एव इदानीं द्वितीया पङ्क्तिं प्रथमं पश्यामः. उदाहरणं दृष्ट्वा एव डेफिनिशन् गच्छामः चेत् सुलभेन अर्थः भवति. त्वल्लोचनसमं पद्मं त्वद्वक्त्रसदृशो विदुः इति अस्ति. अत्र साधारणतया उपमान उपमेयं कथं भवति इत्युक्ते, लोचनस्य तोलनं पद्मेन सह भवति. अत्र तु उपमान उपमेयत्वं परिवर्तितम् अस्ति. पद्मं त्वल्लोचनसमम् इति वदति, त्वल्लोचनं पद्मसमम् इति न वदति. पद्मं भवत्याः लोचनसदृशम् अस्ति इति वदति. अतः उपमानस्य एव उपमान उपमेययोः परिवर्तनम् अभवत्. अतः नदी यथा विरुद्ध उपरिष्टात् अधस्तात् उपरि प्रदेशम् आगच्छति प्रतीपं, तत्तु विरुद्धदिशि. तथा एव अत्रापि उपमान उपमेयत्वस्य वैपरीत्यं भवति. अतः प्रतीपालङ्कारः त्वद्वक्त्रसदृशो विदुः, विदुः चन्द्रः, चन्द्रः. तत्त्व तव मुखं चन्द्र इव वर्तते इति साधारणतया वदामः. अत्र सर्वदा चन्द्रः उपमानत्वेन एव भवति, केवलं मुखं वा किमपि अन्यत् वा. इदानीं करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् इति भवति. तत्र करः अरविन्दः इव अरविन्दम् इव, पुनः मुखं अरविन्दमेव तथा भवति खलु श्लोके. अत्र लोचनं पद्ममिव इति वक्तव्यं, परन्तु त्वल्लोचनसमं पद्मम् इति वैपरीत्येन उच्यते. त्वद्वक्त्रसदृशो विदुः, चन्द्रः भवत्याः मुखसदृशः अस्ति इति परिवर्तनं कृत्वा वैपरीत्येन वदति, सः एव प्रतीपालङ्कारः. इदानीं प्रथमभागं पठतु. स्वाभाविकविषयस्य न गुणस्य वा प्रतीपम् उप न श्लोकस्य भागं हा प्रतीपम् उपमानस्य उपमानस्योपम उपमेयत्वम् उपमेयत्वप्रकल्पनम् सो प्रतीपम् उपमानस्य उपमेयत्वं प्रकल्पनम् अस्तु इदानीं किञ्चित् अवगतम् किञ्चित् व्याख्यां पठतु. स्वाभाविकविषयस्य गुणस्य वा विरुद्धपक्षः वैपरीत्यं यदा उच्यते तस्य प्रतीपः इति नाम उपमानस्यैव उपमेयत्वेन प्रातिलोम्येन भावनम् अथवा प्रकल्पनं यत् तत् प्रतीपम् इति उच्यते प्रातिलोम्यम् इत्युक्ते विलोमप्रतिलोमम् इति डैरेक्षन् इति वदामः खलु. इदानीं वयं साधारणतया वामभागात् दक्षिणभागं प्रति पठामः खलु. यदा प्रसिद्धानाम् उपमानान् प्रयोगः वाक्यस्य वामतो गतिः इति उच्यते, तथा एव सङ्ख्यायाः अपि. अत्र परन्तु हेब्रू भाषायां वा उर्दू भाषायां वा वैपरीत्येन आगच्छन्ति खलु ते, तदेव प्रतिलोमा इति नाम. तस्य भावः तद्धितान्तपदं भवति चेत् प्रातिलोम्यम् इति. यदा प्रसिद्धानाम् उपमानानां प्रयोगः उपमेयत्वेन प्रकल्पते, तथा तथा एव अभवत् खलु. पद्मं किम् उपमानं भवति साधारणतया, लोचनम् उपमेयं भवति. लोचनस्य तोलनं पद्मेन सह भवति, परन्तु त्वल्लोचनसमं पद्मम् इति वैपरीत्येन उक्तवान्. पद्मं तव लोचनसदृशम् अस्ति इति उक्तवान्. तथा एव तद्वक्त्रसदृशो विदुः इत्यत्र चन्द्रः भवत्याः मुखमिव वर्तते इति वदति. तत्र पुनः प्रतिलोम विरुद्धभावे वैपरीत्यं भवति, विरुद्धभावे विपरीतभावे उपमान उपमेयोः परिवर्तनं भवति, तस्य प्रतीपम् इति नाम. इदानीं पूर्णतया अवगतम् इति मन्ये. उदाहरणम् अर्थः कमलं तव नेत्रसदृशं वर्तते चन्द्रः तव मुखसदृशोऽस्ति अस्मिन् उदाहरणे प्रसिद्धम् उपमानद्वयं कमलं चन्द्रः उपमेयत्वेन साधितं प्रसिद्धयोः उपमान उपमेययोः वैपरीत्येन कल्पनम् इति अन्वर्थनाम प्रतीपम् इति प्रतीपालङ्कारः इत्यत्र एव प्रतीप इति पदमस्ति खलु. तत्र अन्वर्थनाम इत्युक्ते यदा इदानीं रावणस्य दशग्रीवः इति वदामः चेत् इत्युक्ते दशग्रीवाः तस्य सन्ति इति कारणात् तस्य नाम एव दशग्रीवः. तद् अन्वर्थं नाम इति, अर्थमनुसृत्य नाम भवति इति. प्रतीपं सामान्यतया उपमानस्य उत्कर्षः एव प्रसिद्धः एतत् अस्मिन् उदाहरणे मुखनेत्रयोः एव वस्तुतः उपमानत्वं मतं चेदपि तयोः उपमेयत्वम् एव दत्त्वा तयोः अधिकोकर्षः प्रतीपविधे प्रातिलोम्येन द्योतितः कमलचन्द्रयोः उपमानत्वमेव दर्शितम् एतदेव प्रतिपालङ्कारस्य प्रयोजनं वैशिष्ट्यं च अवगतम्. प्रतीपं केनापि पञ्च अन्येन पठ्यते इतोपि दीर्घः अस्ति. शशिमहोदय पठति किम्? प्रतीपं पञ्चविधात्मकम्. प्रथमविधप्रतीपम् एतस्य उदाहरणं विवरणं च यत्त्वन्नेत्रसमानकान्तिसलिले वक्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखछायानुकारी शशी. तव मुखच्छायानुकारी शशी, चकारद्वयमस्ति. तव मुखच्छायानुकारी शशी येऽपि त्वद्गमनानुसारि गतयस्ते राजहंसागताः तत्सादृश्यविनोदमात्रमपि मे दैवेन न गम्यते. पुनः एकवारं पठतु. यत्त्वन्नेत्रसमानकान्तिसलिले मग्नम् तदिन्दीवरम् मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशि येऽपि त्वद्गमनानुसारि गतयस्ते राजहंसागताः तत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षुम्यते। पदविभागः यत् त्वत् नेत्रसमानकान्तिसलिले मग्नं तत् इन्दीवरं मेघैः अन्तरितः प्रिये तव मुखच्छायानुकारी शशि यः अपि त्वत् गमनानुसारि गतयः ते गतयः ते गतयः ते राजहंसा गताः तत् सादृश्यविनोदमात्रम् अपि मे दैवेन न क्षम्यते। अर्थविवरणम्। हे प्रिये, अत्र यत् त्वन्नेत्रसमानकान्तिसलिले इति एकमेव पदं भवति, पुनः तत्र त्वत् इति न विभागः न भवति, समानपद समासपदं तव नेत्रं त्वन्नेत्रम् इति. अर्थविवरणं। हे प्रिये, यत् त्वन्नेत्रकान्तिसमानम् इन्दीवरं तत्सलिले मग्नं तव मुखच्छायानुकारी शशी मेघैः अन्तरितः त्वत् गमनानुसारि गतयः ये राजहंसाः तेऽपि गताः एवं सः विनोदः यः त्वत् सादृश्येनैव सञ्जातः सः विनोदोऽपि दैवेन न क्षम्यते। केवलं सादृश्यदृश्येनैव अहं सन्तुष्टः स्याम्, किन्तु मम दौर्भाग्यवशात् सोऽपि मया न लब्धः। तत्र अर्थविवरणे सर्वम् अवगतम् इति मन्ये. श्लोकः बहु सुन्दरः अस्ति. त्वन्नेत्रकान्तिसमानम् इन्दीवरं तत्सलिले मग्नमभवत्. इन्दीवरं दृष्ट्वा दृष्ट्वा एवमेव भवति भवत्याः लोचनकान्तिः इति अहं चिन्तयन् अहं सन्तोषं प्राप्तवान्, परन्तु इदानीं तद् इन्दीवरमेव जले मग्नम् अभवत्. अनन्तरं पुनः तव मुखच्छायानुकारी शशि मेघैः अन्तरितः, भवत्याः मुखसदृशं चन्द्रः सदृशः चन्द्रः मेघे अन्तरितः अभवत्, मेघेन आवृतः अभवत्, अतः चन्द्रस्य दर्शनमपि इदानीं न प्राप्तं मया. अस्तु, अतः भवत्याः मुखस्य स्मरणार्थं यः चन्द्रः आसीत् सः एव न मम पुरतः नास्ति इदानीं. तत् त्वत् गमनानुसारि गतयः, तव गमनं साधारणतया हंसगमने इति वदन्ति खलु, हंसरीत्या बहु सुन्दरगत्या चलति चेत् हंसगमनम् इति वदन्ति, अतः तत् गमनानुसारि गतयः ये राजहंसः, सर्वत्र उपमानम् उपयुक्त प्रतिपालङ्कारः खलु, उपमेयत्वम् उपमानत्वं पर्याय परिवर्तितम् अस्ति. गमनानुसारि गतयः, राजहंसाः साधारणतया उपमानरीत्या वदन्ति, अत्र गमनानुसारि गतयः राजहंसाः, भवत्याः गमनरीत्या ये राजहंसाः आसन् तेऽपि गताः. एवं सः विनोदः कीदृशविनोदः, त्वत्सादृश्येनैव सञ्जातः यः विनोदः आसीत् सः विनोदोऽपि इदानीं दैवेन न क्षम्यते. दैवेन अत्र सौभाग्य अदृष्टम् इति, मम दौर्भाग्यवशात् तदपि दैवेन न क्षम्यते न सहते इति, मम सन्तोषं विधिः न सहते. अतः केवलं सादृश्यदृश्येन एव तोलनवस्तूनि यानि सन्ति तेषां दर्शनेन एव अहं यावत् सन्तोषं प्राप्तवान्, परन्तु मम दौर्भाग्यवशात् सः आनन्दः अपि इदानीं न लब्धः. भवतीपि नास्ति, भवत्याः सौन्दर्यामृतं पातुं सादृशवस्तूनि अपि न सन्ति तत् स्मारयितुम्. तदेव विवरणे पठतु। अलङ्कारविवरणम्। अत्र प्रसिद्धानि उपमानानि इन्दीवरं, चन्द्रः, राजहंसाः इत्यादीनि उपमेयत्वेन कल्पितानि। प्रतीपरूपेण प्रेयस्याः नेत्रं, मुखं, गमनम् एतानि उपमानत्वमावहन्ति। एवम् उपमानस्य उपमेयकल्पने प्रतीपविधेन उपमेयस्य उपमानत्वं सिद्ध्यति, ज्ञायते च। अत्र कान्त्यादिसाधारणधर्माणाम् उपादानमस्तीति पूर्वस्मात् वैलक्षण्यम्। सर्वत्र तत् पूर्वमेव उक्तं कान्तिः इति, अतः सर्वत्र तदे सः धर्मः एव अन्वेति इति। उपादानम् इत्युक्ते मूलं, मूलकारणम् इति अर्थः स्वीकरणीयः अत्र। भिन्नभिन्न अर्थाः सन्ति, परन्तु तदपि एकः प्रश्नः नास्ति चेत् अग्रे सरामः। प्रश्नः अस्ति किम्? न महोदय, अग्रे शुभा भगिनी एव, यतः शान्ता भगिनी अपि नास्ति, शान्ति भगिनी अपि नास्ति। द्वितीयप्रतीपम् अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् अलं गर्वेण ते वक्त्र कान्त्या चन्द्रोऽपि तादृशः। पुनः अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् अलं गर्वेण ते वक्त्र कान्त्या चन्द्रोऽपि तादृशः। व्याख्या च, यदा अन्यत् अवर्ण्यमुपमानं तद्रूपं यत् उपमेयं तस्य लाभेन वर्णस्य, क्षम्यतां, वर्ण्यस्य तिरस्कारः, मुखादेः प्रकृतस्य अनादरः, एतत् सर्वं सञ्जायते, तदा तत्र भवति द्वितीयं प्रतीपम्। अर्थात् उपमानस्य उपमेयत्वकल्पने समानेपि वर्ण्यस्य अनादरः एव अत्र कल्पितविशेषः। वर्ण्यम् इत्युक्ते यस्य तोलनं कुर्मः तदेव वर्ण्यम्। अत्र अनादरः कल्पितः अत्र कथम् इति, तत्र एतत् सर्वम् अलङ्काराः खलु, श्लोकस्य वा तत्र पद्यस्य वा अधिकसौन्दर्यं दर्शयितुमेव एतत् अलङ्कारः भवति। अत्र वर्ण्यम् इत्युक्ते कस्य वर्णनं क्रियमाणमस्ति, तोलनं क्रियमाणमस्ति इत्युक्ते वक्त्रं, मुखं, प्रेयस्याः मुखं वक्त्र, अलं गर्वेण, हे वक्ते गर्वेण अलम् इति, अधिकः अधिकं गर्वः मास्तु इति। तस्य लाभे वर्णस्य तिरस्कारः, तदा गर्व मास्तु, गर्वः मास्तु इति यदा वदामः तदा एव तिरस्कारः तस्याः गर्वस्य। अत्र अग्रे किं वदति सः, अलं गर्वेण ते वक्त्र कान्त्या चन्द्रोऽपि तादृशः इति। भवत्याः कान्ति कियती कान्तिः अस्ति इति, चन्द्रोऽपि तथा एव अस्ति इति। साधारणतया चन्द्रः एव कान्त्याः तोलनार्थं स्वीक्रियते, चन्द्रः उपमानत्वेन स्वीक्रियते, परन्तु अत्र भवत्याः कान्त्या चन्द्रोऽपि तव मुखसमानः इति उक्तमस्ति, अतः कल्पनं तथा अभवत्। तत्र तिरस्कारः अपि द्वितीयप्रतीपस्य मुख्यविशेषः, अन्योपमेयलाभेन। इदानीं चन्द्रस्य उपमेयत्वम् अभवत् खलु, चन्द्रोऽपि तादृशः कान्त्या इति यदा वदति तदा उपमेयवस्तु चन्द्रः भवति, तत् तस्य लाभः अभवत्। अतः अन्योपमेयलाभेन वर्ण्यस्य यद् उपमानम् आसीत् मुखं, तस्य अनादरः, तिरस्कारः अभवत्। अतः गर्वः मास्तु इति यदा वदति तदा मुखस्य तिरस्कारः, परन्तु तत्र तु तिरस्कारः इति न, तिरस्काररूपेण तस्य अधिकं सौन्दर्यं वर्ण्यते। चन्द्रः अपि भवतः मुखसदृशः एव भवति इति, चन्द्रस्य उत्कृष्टता अपि अधः आगतः भवति। व्याख्यां पठतु। हे वक्त्र, तव गर्वेण अलं, यतः कान्त्या गुणेन च चन्द्रोऽपि भवत्तुल्यः। तत्र व्याख्यानं पठितं वा? आम् पठितं खलु। आम् अत्र अवर्ण्यचन्द्ररूपोपमेयलाभेन वर्ण्यस्य मुखस्य गर्वः मास्तु इत्यनेन अनादरवर्णनं भवति। एषस्तु लक्षणसमन्वयः। एवमेव अन्यदपि विवरणम् अत्युत्कृष्टतया वर्ण्यमानस्य अन्यत्र स्वसादृश्यम् असहमानस्य उपमेयं किञ्चित् प्रदर्श्य तथाकरणेन तस्य तिरस्करणं सर्वं द्वितीयप्रतीपस्य विवरणम्। एतत्तु पूर्वस्मादपि विच्छित्तिवैशिष्ट्यम् आवहति। एतदर्थम् अपरमुदाहरणमपि भवति। तदग्रे पठामः। इदानीम् अत्र पद्यस्य अर्थः अवगतः। तव गर्वेण अलं यतः कान्त्या अथवा गुणेन अपि, अत्र गुणः इति न उक्तं परन्तु वयं तथा स्वीकुर्मः, चन्द्रोऽपि भवत्तुल्यः भवत्सदृशः इति अत्र वर्ण्यवस्तु चन्द्रः न मुखमेव, परन्त्वपि तस्य उपमानत्वं कल्पयित्वा कविः वदति अवर्ण्यचन्द्ररूपोपमेयलाभेन चन्द्रस्य उपमानत्वं नास्ति अत्र सः एव वर्ण्यते इति उपमेयलाभेन मुखस्य वर्ण्यस्य मुखं वस्तु वर्ण्यम् इत्युक्ते यद् वर्ण्यते तत् वर्ण्यं तत् कुत्र किमस्ति अत्र अस्मिन् पद्ये? मुखम्। एतावत्पर्यन्तं मुखमेव अस्ति। मुखस्य गर्वः मास्तु इत्यनेन इत्युक्ते तिरस्कारः, अनादरवर्णनं भवति। एषस्तु लक्षणसमन्वयः। लक्षणम् इति प्रतीप अलङ्कारस्य लक्षणस्य समर्थनं भवति अत्र। एवमेव अन्यदपि विवरणम् तत्र अलङ्कारविषयः कः? अत्युत्कृष्टतया वर्ण्यमानस्य चन्द्रः तथा एव खलु वर्ण्यते। अन्यत्र स्वसादृश्यम् असहमानस्य उपमेयं किञ्चित् प्रदर्श्य इदानीम् उपमेयवस्तु किम् अस्मिन् पद्ये? मुखमेव, परन्तु तत्तु तत्र स्वादृश्यं चन्द्रस्यापि अस्ति इति उक्त्वा वस्तुनः मुखस्य तिरस्कारः कृतः, अनादरं केवलम् इदानीं वदामः खलु किडिङ्ग् इति वदन्ति खलु, तथा तस्य केवलं तिरस्काररूपेण निन्दारूपेण स्तुतिः भवितुम् अर्हति खलु, तथा तिरस्काररूपेण प्रशंसा भवति। चन्द्रः अपि समानः इति उक्त्वा गर्वः मास्तु इति यदा वदति उत्कृष्टता एव दर्श्यते तत्र चन्द्रमानस्य चन्द्रस्य उपमेयत्वं कल्पयित्वा उत्कृष्टतां दर्शयति द्वितीयप्रतीपः। महोदय, चन्द्रः अत्र चन्द्रः उपमेयं भवति खलु, तथा कल्पितं कल्पितं, किन्तु किमर्थम् अवर्ण्यं? तदेव तदेव उपमानस्य उत्कृष्टतां दर्शयितुं चन्द्रस्य एव उपमेयत्वम् उपमेयत्वं स्वीक्रियते, किन्तु यत् वर्ण्यम् अस्ति तत्तु मुखम् अस्ति, आम् किमर्थम् अत्र अवर्ण्यम् उपमानम् इति दत्तमस्ति? उपमानं मुखः अस्ति, चन्द्रः खलु अवर्ण्यः, तस्य साधारणतया स्वीकुर्मः चेत् मुखं वर्ण्यं, चन्द्रः अवर्ण्यम्। परन्तु अत्र अवर्ण्यं यत् अस्ति उपमानं तदेव उपमेयत्वेन स्वीकृतम्। आम् तेन कल्पितम्, अतः तत्र तत् कर्तुं वर्ण्यस्य तिरस्कारः कृतः, परन्तु तिरस्कारः कथं कृतः इत्युक्ते बहु उपायेन कृतं, तिरस्कारः बहु उपायेन कृतः, येन तस् प्रशंसा एव क्रियते इति, मुखस्य प्रशंसा एव क्रियते। अपरम् उदाहरणमपि अस्ति तस्य वैशिष्ट्यम् इत्युक्ते किम्? विच्छित्तिवैशिष्ट्यम् इत्युक्ते, विच्छित्ति इत्युक्ते ब्रेक् इति अर्थः, मध्ये भङ्गः भवति चेत् तस्य विच्छित्ति इति. वयं साधारणतया कस्यापि वर्गस्य आरम्भः क्रियते, अग्रिमसप्ताहे वर्गः न भवति चेत् द्वितीया विच्छित्ति इति वदामः खलु, विघ्नः अथवा ब्रेक् इति अर्थः, भङ्गः इति. तत्तु अत्र विच्छित्ति इति तस्य गर्वः मास्तु इति यदा वदति, तस्य प्रशंसायाः भङ्गः इति विच्छित्ति इति कल्पयतु. परन्तु तत्रापि वैशिष्ट्यमस्ति, तादृशविच्छित्त्यौ विच्छित्त्यामपि वैशिष्ट्यमस्ति इति कारणात् विच्छित्तिवैशिष्ट्यम् आवहति द्वितीयः प्रतीपः. अग्रिमं श्लोकम् हरि महोदय पठति किम्? आं महोदय. गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे, सन्तीदृशानि दिशि दिशि सरस्सु नलु ननु नीलनलिनानि. पुनरेकवारं. गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे, सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि. पदच्छेदः गर्वम् असंवाह्यम् इमं लोचनयुगलेन किं वहसि भद्रे, सन्ति ईदृशानि दिशि दिशि. दिशि दिशि इति द्विवारं भवितव्यम् इति चिन्तयामि. खलु ओ द्वयम् अस्ति किम्? अत्र तदेव द्वादशमात्राः भवन्ति. अत्र अक्षराणां गणनं करोतु. सन्धि न, अहं केवलं व्याख्याने तथा लिखितवती. दिशि दिशि इति पद्ये अपि अस्ति किम्? एव चिन्तयामि, तथैव स्मरामि. अत्र तथा पश्यतु किञ्चित्. आं महोदय, तथैव अस्ति, अहं द्विवारम् दृष्टवान्. अस्ति खलु. द्विवारम्? आमाम् अस्तु. आमाम् अस्तु. सन्ति ईदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि. नीलकमलानाम् उपमेयत्वं प्रकल्प्य लोचनयुगलस्य गर्वः मास्तु इति अनादरः दर्शितः. पुनः अत्रापि अनादरः दर्शितः, प्रशंसा अनादररूपेण प्रशंसा एव कृतः इति. अत्र श्लोकार्थः कथम्? श्लोकार्थः. हे मङ्गलाङ्गी, असंवाह्यमिमं भारं किमर्थं वृथा लोचनद्वयेन वहसि? त्वन्नेत्रसदृशानि नीलोत्पलानि दिशि दिशि सर्वत्र सरोवरेषु यथेच्छं सन्ति खलु? श्लोकस्य अर्थः अवगतः. असंवाह्यमिमं भारम् इत्युक्ते सोढुम् अशक्यम् इति असंवाह्यं. भारः कस्य भारः? गर्वस्य भारः. गर्वस्य भारं किमर्थं सोढुम् असह्यं? गर्वस्य भारं किमर्थं वृथा लोचनद्वयेन वहसि इति. अत्र तस्य तस्याः लोचनद्वयस्य विवरणं. त्वन्नेत्रसदृशानि नीलोत्पलानि सर्वत्र वर्तन्ते इति उक्त्वा, तत्र तस्य तादृशलोचनद्वयमस्ति इति, लोचनद्वयस्य एव गर्वभारः, किमर्थं तादृशभारं वहसि इति अर्थः. अत्र अलङ्कारविषयः कः इति पश्यतु. पठामि किम्? अत्र वर्ण्यस्य लोचनद्वयस्य गर्वाधिक्यं दर्शयित्वा ततोपि श्रेष्ठतरं नीलकमलसमूहम् उपमेयत्वेन उक्त्वा तेनैव वर्ण्यस्य नेत्रद्वयस्य तिरस्कारः सूच्यते. एवं द्वितीयप्रतीपे वर्ण्यादपि श्रेष्ठतरम् उपमानम् उपमेयत्वेन दर्शनं तेनैव प्रकृतोपमानस्य तिरस्कारः क्रियते. प्रथमप्रतीपे तु उपमानस्यैव उपमेयत्वप्रकल्पनम्. एवं प्रतीपद्वये अपि चमत्कारः प्रयुक्तः. प्रथमे श्लोके कथमासीत् किञ्चित् दर्शयतु, तत्र कः भेदः इति पश्यामः. गर्वेण अलं न न एतत् तु द्वितीयः प्रान्त्यर्चनम्। अस्ति, द्वितीयः अस्ति। प्रथमप्रतीपे तु तत्र न न न प्रथमप्रतिपः न, प्रथमम् उदाहरणम् एतस्मिन्नेव अलं विधे। अलङ्गर्वेण द्वितीयप्रतीपस्य सेवा। अलं गर्वेण वक्त्र कान्त्या चन्द्रोऽपि तादृशः इति। चन्द्रः उत्कृष्टः, तस्य साधारणतया उपमानत्वेन चन्द्रः स्वीक्रियते, अत्र उपमेयत्वेन उक्तं तेव कान्त्या चन्द्रोऽपि तव लोचनसदृशः इति उक्तम्, अतः उपमेयत्वं कल्पितम्। अतः अलं गर्वेण इति यदा उक्तं तत्र अनादरः अथवा तिरस्कारः। अस्मिन् श्लोके पुनः लोचनयुगलेन गर्वः मास्तु इत्येव वदति, ईदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि इति। अत्रापि नीलकमलानाम् उपमेयत्वं कल्प्य, तत्रापि तथा एव चन्द्रोऽपि तादृशः इति उक्तः। अत्र नीलकमलानाम् उपमेयत्वं, तत्र चन्द्रस्य उपमानत्वं वा पूर्वतनं श्लोके? उपमेयत्वमेव अस्ति उपमेयत्वमेव, अतः कः भेदः? तत्र, भेदः नास्ति खलु, प्रतीपे एव उभयत्रापि अपरम् उपमेय उदाहरणं तावदेव, भेदः नास्ति। तर्हि प्रतीपस्य द्वितीयप्रतीपस्य च भेदः अनादारः इति एव खलु महोदय, ओ अस्तु, प्रथम अनादरः अनादरः। द्वितीयप्रतीपे प्रथमप्रतीपे, अस्तु अस्तु। अस्तु, अत्र तृतीयं प्रतीपं पठित्वा पूर्णतया अवगन्तुं समयः अस्ति वा? किञ्चित् विशेषविवरणम् अस्ति, उदाहरणद्वयम् अस्ति, अत्र वयं विरमामि। विरमामः वा? इतोपि आम् अधिकः भवति, अत्र प्रश्नाः सन्ति चेत् पृच्छतु। आम् अत्र तृतीये प्रतीपे वा अलङ्कारविवरणे आङ्ग्लभाषायां तत्र कुवलयानन्दव्याख्यानं कस्य तत् अग्रे कश्चन उक्तवान् खलु, रामचन्द्र तत्र आङ्ग्लभाषायां कानिचन विवरणानि सन्ति, तत् पठितव्यानि भवन्ति, अग्रिमवर्गे पठामः यदा तृतीयप्रतापं पठ्यते तदा। कामेण्ट्स् एड् कामेण्ट्स् हियर् इति अस्ति खलु, अत्र नाट् एडिङ्ग् कामेण्ट्स्, रीड् कामेण्ट्स् इति वक्तव्यम् आसीत्। पुस्तकात् किञ्चित् पठितव्यं भवति। इतोपि पूर्णतया मम कण्ठस्य बाधा पूर्णतया न परिहृता अस्ति, अतः एव एतावत्पर्यन्तं किञ्चित् वदामि चेत् पुनः पुनः खासः भवति। अनन्तरम् अन्यः विषयः, अग्रिमसोमवासरे अहं कालिफोर्निया गच्छन्ती अस्मि, अतः वर्गः नाम भविष्यति, भवन्तः एतत् नोट्स् स्थापयित्वा पठन्ति चेत् पठन्तु, अग्रिमसोमवासरे अहं न भविष्यामि। शान्तिमन्त्रं वदामः वा? आम् ॐ सर्वे सर्वे भवन्तु भवन्तु सुखिनः, सुखिनः, सर्वे सर्वे सुखिनः, सन्तु निरामयाः, निरामयाः, सर्वे सर्वे भद्राणि पश्यन्तु, भद्राणि मा कश्चित् पश्यन्तु, दुःखभाग् भवेत्। भवे ॐ ॐ शान्तिः शान्ति शान्तिः शान्ति शान्तिः। शान्तिः।